अस्तु, अस्माकं विषयः अस्ति अव्ययम्। अव्ययम् इति विषयः अत्र अग्रिममस्ति। यत्र यत्र तत्र तत्र कश्चन श्लोकः अस्ति, यत्र योगेश्वरः इति। यत्र योगेश्वरः कृष्णो, यत्र पार्थो धनुर्धरः, तत्र श्रीर्विजयोर्भूतिः, ध्रुवा नीतिर्मतिर्मम। योगेश्वरः कृष्णः, धनुर्धारी अर्जुनः च यत्र भवतः, तत्र लक्ष्मीः, विजयः, सम्पत्, अचला नीतिः च निश्चयेन भविष्यन्ति इति मम अभिप्रायः। अत्र यत्र तत्र इत्यस्य उदाहरणं, श्लोकस्य अर्थः स्पष्टः वा भगिनि? यत्र योगेश्वरः कृष्णः, यत्र लक्ष्मीभगिनी किञ्चित् वदतु अर्थम्। यत्र योगेश्वरः कृष्णः, ओ सन्धिः अस्ति, यत्र योगेश्वरः कृष्णः च धनुर्धारी अर्जुनः द्वौ यत्र भवतः, तत्र श्री इत्युक्ते लक्ष्मीः, विजयः, भूतिः इत्युक्ते सम्पत्, ध्रुवा नीति इत्युक्ते अचला नीतिः, निश्चल नीतिः च त्रीणि निश्चयेन भविष्यन्ति इति मम अभिप्रायः। एतत् वाक्यं सञ्जयेन कृतम्। अवगच्छति वा सन्ध्या भगिनी? अवगच्छति वा? अवगच्छामि इदानीम्। अस्तु, सम्यक्। अस्तु, सुब्रह्मण्यमहोदय अग्रे। यत्र यत्र रघुनाथकीर्तनं, तत्र तत्र कृतमस्तकाञ्जलिं, बाष्पवारि परिपूर्णलोचनं, मारुतिं नमत राक्षसान्तकम्। यत्र यत्र श्रीरामचन्द्रस्य कीर्तनं भवति, तत्र तत्र हनुमान् भवति, सः मस्तके अञ्जलिं निधाय तिष्ठति, तस्य नेत्रे बाष्पजलेन पूर्णे भवतः, तस्य राक्षसनाशकस्य हनुमतः नमस्कारं कुर्वन्तु। किञ्चित् अग्रे प्रतिपादयतु अर्थः। यत्र श्रीरामचन्द्रकीर्तनं भवति, तत्र श्री हनुमान् अञ्जलिम्। एकं वदामि, यत्र श्लोकः अस्ति, तत्र यथा सामान्यवाक्यं तत्र शब्दक्रमः नास्ति खलु, अतः अस्माकं प्रथमं कार्यमस्ति यत् यत्र एकं वाक्यं भवति, तत्र वाक्यस्य अन्तिमपदं किं सामान्यतया? क्रियापदम्। तर्हि श्लोके क्रियपदं कुत्र अस्ति इति प्रथमं कार्यमस्ति, यतोहि सर्वं तदाधारीकृत्य भवति। नाम क्रिया का, कीदृशं कार्यमस्ति अस्मिन् श्लोके? कार्यं नाम क्रियपदम् आधारीकृत्य कार्यं किम्? तर्हि अस्मिन् श्लोके क्रियपदं किम्? नमत। तत् नमत इति कः पुरुषः? न किं रूपम्? नमस्करोतु। हा, नमस्करोतु। हा, अत्र गच्छतु, गच्छतां, गच्छन्तु, गच्छ, गच्छतं, गच्छत। एकवचने मध्यम मध्यमपुरुष बहुवचनम्। खलु त्वं युवां यूयं गच्छतु गच्छतां गच्छन्तु गच्छ गच्छतं गच्छत अत्र नमत यूयां यूय त्वं युवां यूयं यूयं नमत यूयं नमत तर्हि नमत कं नमत मारुतिं सत्यं मारुतिः इति कः तत् विभक्तिः कः द्वितीयविभक्तिः यत्र नमस्कारं कुर्मः तत्र द्वितीयविभक्तिः नमस्करोमि भवती पृष्टवती तस्मिन् दिने नमस्कारः तत्र चतुर्थी भवितुमर्हति षष्ठी भवितुमर्हति अथवा सम्बोधनं भवितुमर्हति यत्र नमस्करोति अथवा नमामि नमति इति अस्ति तत्र द्वितीयः अस्ति अतः सर्वेषु शब्दाः अत्र द्वितीयविभक्तौ सन्ति द्वितीयविभक्तौ अत्र मरुति मरु अत्र मरुतिम् अस्ति खलु मरुतिं मारुतिं मारुतिमस्ति मारुतिमिति द्वितीयविभक्ति मारुतिः मारुतिः इति पुल्लिङ्गशब्दः मारुतिः नाम हनुमान् खलु वायुपुत्रः अतः मारुतिः वायुपुत्रः मारुतिः तत् तृतीयविभक्तौ अस्ति अतः मारुतिं नमत मारुतिं नमत इति वाक्यमस्ति इदानीं हनुमतः विशेषणानि सन्ति अस्मिन् श्लोके श्लोकेषु बहुवारं विशेषणानि भवन्ति नाम हनुमान् कीदृशः नमः करोमि नमस्करोमि हा सत्यं हा सत्यम् तत्र नमतु नमतां नमन्तु नमः नम नमतां नमत इति लोट्लकारः मध्यमपुरुषस्य बहुवचनं नमत तर्हि अत्र कृतमस्तकाञ्जलिं कृतमस्तकाञ्जलिः इति प्रथमः भक्तौ अभविष्यत् तत्र समासः अस्ति नाम बहूनां शब्दानां सङ्ग्रहः अस्ति एकस्मिन् शब्दे कृतमस्तक अञ्जल अञ्जलिः हा हा अञ्जलिं मस्तकं कृता हा सत्यं मस्तके हा कृतमस्तकाञ्जलिम् इति द्वितीयविभक्तौ अस्ति अस्तु अपि च तत्र अग्रिमपदमस्ति बाष्प वारि परिपूर्णालोचनं अत्र हा इति द्वितीयविभक्तौ अस्ति पुनः यतोहि हनुमतः विशेषणानि विशेषणविशेषभावः अस्ति विशेषणविशेषभावः अस्ति अत्र अस्माकं कार्यमस्ति समस्तपदस्य परिशीलनं नास्ति यतोहि समासः कः इति अपि भगिनि समासः इति न जानीमः खलु अग्रे ज्ञातुमिच्छति किन्तु अस्मिन् पुस्तके तस्य पाठः नास्ति अतः स्थूलरूपेण पश्यामः यतोहि तत्र विभक्तिलोपः भवति कथं विभक्तिलोपः भवति एतत् सर्वम् अग्रे भविष्यति केवलं परिचयत्वेन भवति तर्हि अत्र कृतमस्तकाञ्जलिमिति द्वितीयविभक्तौ अस्ति बाष्पवारिपरिपूर्णालोचनमपि द्वितीयविभक्तौ अस्ति हा राक्षसान्तकमपि द्वितीयविभक्तौ अस्ति मारुतिं द्वितीयभक्तो अस्ति नमत एतत् सर्वं नाम पद इमानि पदानि विशेषणानि सन्ति हनुमतः विशेषणानि षष्टिरूपं हा सत्यं इति अस्ति अत्र कोऽपि प्रश्नः अस्ति वा नाम प्रत्येकं कृतमस्तक यथा उदाहरणार्थं कृतमस्तक नाम शिरः अधोभागे अस्ति अञ्जलिम् अञ्जलिमिति कृतमस्तकम् अञ्जलिमिति तादृश अर्थः अस्ति अनन्तरं बाष्पवारि तत्र बाष्प इति हा वारि अपि तथा वारि अपि परिपूर्ण आलोचनं नाम नेत्रे जलमस्ति यस्य नेत्रे जलमस्ति अनन्तरं राक्षसान्तकम् इति राक्षसस्य संहारकः इति सूचयति खलु अस्तु समीचीनं तस्य द्वितीय नाम विशेषणानि सन्ति तावदेव तर्हि प्रथमं कार्यमस्ति क्रियपदं किम् अनन्तरं प्रत्येकं शब्दस्य विभक्तिः कः येन तत्र विशेषणविशेषभावः अवगम्येत अग्रे सरेम अग्रिमम् भवान् पठति वा यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः यत्र महिलानां गौरवं भवति तत्र देवाः सन्तोषेण तिष्ठन्ति यत्र महिलानां गौरवं न भवति तत्र सर्वाः क्रियाः विफलाः भवन्ति गौरवं नाम प्रतिष्ठा प्रतिष्ठा आदरः अस्ति तर्हि अस्मिन् श्लोके क्रियपदं किम् पूज्यन्ते रमन्ते रमन्ते हा पुनः अग्रिमे पूज्यन्ते खलु पूज्यन्ते पुनः आगच्छति हा अस्तु तर्हि अत्र यथा शब्दक्रमः भवेत् सामान्यवाक्ये तथा कुर्मः सुब्रह्मण्यमहोदय भवान् एव करोतु यत्र नार्यः पूजनम् अस्ति तत्र देवताः रमन्ते वस्तुतः शब्दक्रमः समीचीनः एव प्रथमे वाक्ये शब्दक्रमः समीचीनः यत्र नार्यः तु पूज्यन्ते रमन्ते देवताः रमन्ते नार्यः इत्यस्य वचनं किम् नार्यः षष्ठी विभक्ति भवति एकवचनं किम् तस्य एकवचनम् वस्तुतः षष्ठी अस्ति वा नार्यः तत्र विभक्तिः विभक्ति एकवचनं नारी भवति तर्हि अस्य रूपं किं विभक्तिः का वचनं किं वचनं षष्ठी विभक्ति बहुवचनं नार्यः पूज्यन्ते. अत्र का विभक्ति अस्ति? नार्यः षष्टि एकवचनं. तत्र षष्टि षष्टि एकवचनम् इति वा? तत्र क्रियपदस्य वचनं किम्? नारीणां बहुवचनं भवति, एकवचनम्. तर्हि कथं वा एकवचने स्यात्? यत्र नार्यस्तु न पुनः महोदय पुनः वदतु. नार्यस्तु पूज्यन्ते. नार्यः पुनः तस्य का विभक्तिः अस्ति महोदय? नार्यः षष्टिविभक्ति एकवचन. न कथं वा भवेत्? प्रथमा बहुवचनं. हा इदानीं वदतु. प्रथमा बहुवचनं. नदी नद्यौ नद्यः, नारी नार्यौ नार्यः. इदानीम् अस्ति, नो चेत् मम शिरसि वेदना भवति स्म. नार्यः बहुवचनं प्रथमा. नारी नार्यः नारी नार्यौ नार्यः नार्यः. यदि यदि यदि षष्टि एकवचनम् अभविष्यत् तर्हि रूपं किम्? षष्टि एकवचनं नार्याः नार्याः. तत्र आकारः अत्र अस्ति वा? आकारः अत्र अस्मिन् वाक्ये आकारः अस्ति वा? न, अकारः अस्ति. नार्याः नार्याः इति अभविष्यत्. नार्याः अत्र आकारः नास्ति, अस्ति वा शिव भगिनि? नारी इति एकवचनं. नदी नद्यौ नद्यः, नारी नार्यौ नार्यः. तर्हि अत्र रूपं किं विभक्तिः वचनम्? एक प्रथमविभक्ति बहुवचनं नार्यः तस्तु नार्यस्तु अस्ति. स्पष्टमस्ति वा? सन्धिः अस्ति तत्र. हा सत्यम्. अत्र षष्टिविभक्तिः ते एते जनाः तत्र जनाः वदन्ति स्म षष्टिविभक्ति एकवचनं. षष्टिविभक्ति एकवचनं किम् अभविष्यत्? षष्टि एकवचनं. सन्ध्या भगिनी वदतु षष्टि एकवचनं किम्? नद्याः. षष्टि नद्याः. तर्हि नर्याः अत्र नर्याः नास्ति, नर्यः अस्ति. नर्याः नास्ति खलु, नार्याः नारी नार्याः नार्याः नास्ति, नार्यः नार्यः अस्ति. यत्र नार्यः पूज्यन्ते रमन्ते. अत्र पूज्यन्ते इति नाम अत्र नार्यः स्वयं पूजां कुर्वन्ति इति अर्थः वा? अर्थः कः? यत्र अन्ये जनाः आदरं प्रकटीकुर्वन्ति महिलानां प्रति, तासां दिशि खलु महोदय? अत्र नार्यः अहं चिन्तयामि द्वितीय विभक्ति बहुवचनं स्यात्. भवन्तः नार्यः पूज्यन्ते. न भवतः चिन्तनं समीचीनमेव, किन्तु अत्र द्वितीयक्रियपदं पश्यन्तु. द्वितीयक्रियपदं किम्? रमन्ते इति दृष्ट्वा नार्यः इति का विभक्तिः? नार्यः रमन्ते. तत्र नार्यः प्रथमा विभक्ति भवति. तर्हि एकस्मिन् समये प्रथमविभक्तौ अपि च द्वितीयविभक्तौ एकस्मिन् समये भवितुमर्हति वा? तर्हि नाम पूज्यन्ते स्वीकृत्य द्वितीयविभक्तौ, रमन्ते स्वीकृत्य एकवत् प्रथमविभक्तौ इति भवितुमर्हति वा? अहं न जानामि, न न तथा न भवति, न भवति महोदय, न भवति. अत्र किमस्ति, रमन्ते, रमन्ते इति पूज्यन्ते इति आर् रिस्पेक्टेड् अथवा आर् बौड् डौन् टु इति अर्थः. अत्र अत्र अत्र नार्यः इति कर्तृपदमस्ति वाक्यस्य, कर्तृपदमस्ति, अपि च वाक्यं कर्तरिप्रयोगे अस्ति, अतः प्रथमविभक्तौ अस्ति. यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः, देवताः इत्यस्य क्रियपदं किम्, कुत्र अस्ति क्रियपदम्? देवताः प्रथमा विभक्ति बहुवचनं भवति, परन्तु क्रियापदं प्रायः रमन्ते. हा, वस्तुतः तत्र मम दोषः अस्ति, तत्र नार्यः रमन्ते इति न, अत्र देवताः रमन्ते. यत्र नार्यः पूज्यन्ते, यत्र नार्यः पूज्यन्ते तत्र देवताः रमन्ते इति वाक्यमस्ति, देवताः रमन्ते. अग्रे यत्रैतास्तु न पूज्यन्ते, सर्वाः तत्र अफलाः क्रियाः, सर्वाः क्रियाः अफलाः भवन्ति. समीचीनमस्ति. यत्र नारीणां पूजनं न भवति तत्र सर्वाः क्रियाः अफलाः भवन्ति. समीचीनमस्ति. समीचीनमस्ति इति इदानीम् अर्थः स्पष्टः वा? अस्तु, अग्रे गच्छेम. यत्र नार्येषु नार्यस्तु भवति, भवतः प्रश्नः कः पुनः? यत्र नार्येषु पूज्यन्ते, न तथा न भवति, सप्तमी प्रथमविभक्तमस्ति, नार्यः नार्येषु न, नार्येषु कथं तेलुगु सामान्यप्रयोगं श्लोकं यत्र नार्येषु पूज्यन्ते प्रयोगं नार्यां नार्यासु सप्तमी एकवचनं बहुवचनं नार्यां अत्र सप्तमी न भवति एव, सप्तमी अर्थः तादृश अर्थः संस्कृतेन न भवति अत्र. ओके, अग्रे गच्छेम तर्हि. सन्ध्या भगिनी अग्रे पठतु. यत्रोपरमते चित्तं निरुद्धं योगसे वया, यत्र चैवात्मनात्मानं पश्यन् आत्मनि तुष्यति. अत्र यत्र श्लोकः भवति तत्र यत्र वाक्यरूपेण स्थापयामः तस्य तस्य वाक्यस्य नाम अन्वयवाक्यम् अन्वयवाक्यं यत्र वाक्यरूपेण स्थापयामः तर्हि तथा वदामि एकवारम् अत्र श्लोकः पठितः भगिन्या इदानीम् अहं वदामि अत्र अन्वयः अस्ति यत्र योगसेवया यत्र योगसेवया निरुद्धं चित्तम् उपरमते लिखन्तु नो चेत् समस्या भवति यत्र योगसेवया निरुद्धं चित्तम् उपरमते निरुद्धं अस्तु यत्र योगसेवया निरुद्धं चित्तम् उपरमते यत्र च एव यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति तात्पर्यमेवमस्ति तात्पर्यं यस्मिन् अवस्थाविशेषे योगानुष्ठानेन निरुद्धं चेतः उपरतिं प्राप्नोति यस्मिन् च अवस्थाविशेषे आत्मना आत्मानं पश्यन् आत्मनि एव सन्तुष्टः भवति अत्र यत्र एव अस्ति तत्र नास्ति यत्र इति एव अस्ति तत्र अन्तिमभागः तत् नास्ति अस्तु तर्हि श्लोकः ज्ञायते वा श्लोकस्य यस्मिन् अवस्थाविशेषे योगानुष्ठानेन निरुद्धं चेतः निरुद्धं नाम लोकस्य यत्र लोकस्य सम्बन्धः समाप्तः लोकस्य सम्बन्धः समाप्तः चेतः तत्र योगसेवया नाम सेवनं तत्र योगस्य योगमुपयुज्य तत्र निरुद्धं चित्तम् उपरमते तत्र यस्मिन् च अवस्थाविशेषे आत्मना आत्मानं पश्यन् आत्मनि एव सन्तुष्टः भवति नाम आनन्दस्य विषयः अस्ति यत्र योगपद्धतिम् उपयुज्य मनः उपरि गच्छति आध्यात्मिकदृष्ट्या तत्र उपरि गच्छति तत्र सन्तुष्टः भवति तत्र तु न उक्तम् अत्र यस्मिन् च आत्मनि एव सन्तुष्टः भवति आत्मनि एव सन्तुष्टः भवति इति अस्ति सत्यम् अस्तु अग्रे यत्र चैवात्मनात्मानं पश्यन् तत्र आत्मनि तिष्ठति सामान्यतया च पश्यन् आत्मनि तुष्यति इति फलमस्ति सत्यं तुष्यति इति फलमस्ति आत्मनि आत्मनि सन्तोषः जायते इति अर्थः आत्मनि सन्तोषः जायते अस्तु अग्रिमपि अस्तु सुखमात्यन्तिकं यत्तत् विद्धग्राह्यमतीन्द्रियं वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः सुखमात्यन्तिकं यत्तत् विद्धग्राह्यमतीन्द्रियं बुद्धिग्राह्यमतीन्द्रियं वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः. अत्र यत्र यत् बुद्धिग्राह्यम् अतीन्द्रियम् आत्यन्तिकं सुखं वेत्ति, वेत्ति नाम जानाति. यत्स बुद्धिग्राह्यम् अतीन्द्रियम् आत्यन्तिकं सुखं जानाति, यत्र च स्थितः अयं तत्त्वतः न एव चल न एव चलति. पुनः तस्य वर्णनं भवति, नाम उपरि उपरि मनः यदा बहु उपरि गच्छति आध्यात्मिकस्तरे तदा किं भवति इति उक्तम्. नाम अत्र न चलति, न एव चलति नाम यत्र च स्थितः अयं तत्त्वतः, अयं तत् अयं नाम तत्त्वतः, तत्त्वं नाम सत्यं, ब्रह्म सत्यम् इति तत्त्वं ततः न एव गच्छति, तत्र एव स्थितः भवति, ततः न गच्छति इति अर्थः. वस्तुतः अयं केवलं कश्चन आस्वादः भवति अस्माकम्. अग्रे गत्वा यदा समासः गृह्यते, समासः, तदा एतत् सर्वं पूर्णतया द्रक्ष्यामः. अस्तु, तर्हि प्रथमवाक्यम् अस्तु, सुब्रह्मण्यं महोदय प्रथमवाक्यं पठतु कृपया. यत्र आधुनिकविचाराः सन्ति तत्र अपि भगवद्गीता प्रसक्ता अस्ति. प्रसक्ता इति जानाति वा? प्रसक्ता इत्युक्ते विचाराः अथवा प्रसङ्गः. प्रसङ्गः, हा, नाम सम्बन्धिनी, गीता सम्बन्धिनी अस्ति, गीता सम्बन्धिनी श्रीलिङ्गे विचाराः. नाम सम्भाषण न, अत्र विचारः सम्भाषणमिति न. यत्र आधुनिक विचाराः सन्ति तत्र अपि भगवद्गीता प्रसक्ता अस्ति, नाम तस्य प्रसक्ता अस्ति नाम तस्य सन्दर्भः उचितः, नाम आधुनिककाले अपि, हा, आधुनिककाले अपि आधुनिकविषयेषु अपि भगवद्गीतायाः प्रयोगः उचितः इति अर्थः. अस्तु, सन्ध्या भगिनी अग्रे. यत्र समस्याः सन्ति तत्र गीता परिहारं निर्दिशति. परिहारं नाम अहं जानामि, पुल्लिङ्गशब्दः, विभक्तिः का? ओ, मोक्ष न न न अत्र समाधानमिति. परिहारः नाम परिहारः समाधानमिति सामान्यतया चिन्तयामः, समाधानं, परिहारः, निष्कासनं. यत्र समस्याः सन्ति तत्र गीता परिहारं नाम निष्कासयति, निष्कासयति अपि अर्थः अस्ति, टु रिमूव्. परिहारः समाधानम् एतत् सर्वम् अस्ति. यत्र समस्याः सन्ति तत्र गीता परिहारं निर्दिशति. न निर्दिशति दिशा इति जानाति वा? दिशा, दिशा, दिक्, उत्तर, जानामि, दिश नाम उत्तर दिश, दक्षिण, ಉತ್ತರ ದಕ್ಷಿಣ ಪಶ್ಚಿಮ ಪೂರ್ವ ಅತಃ ದಿಶಾಂ ಪ್ರದರ್ಶಯತಿ ನಿರ್ದಿಶತಿ ದಿಶಾಂ ಪ್ರದರ್ಶಯತಿ ಅವಗಚ್ಛತಿ ವಾ ಮಾರ್ಗ ನಿರ್ದೇಶಃ ನಮ ಕಥಂ ಸಮಸ್ಯಾ ಸಮಾಪ್ತಾ ಭವತು ಇತಿ ಪ್ರದರ್ಶಯತಿ ನಿರ್ದಿಶತಿ ಪರಿಹಾರಂ ನಿರ್ದಿಶತಿ ಶೋಸ್ ದ ವೇ ನಿರ್ದಿಶತಿ ಪರಿಹಾರಂ ಅಸ್ತು ಶುಭ ಭಗಿನಿ ಯಾಕ್ರಿ ಯತ್ರ ಪ್ರಬಂಧತನ್ಯಾಃ ಮಿಲಂತಿ ತತ್ರ ಅಪಿ ಗೀತಾ ವಿಷಯೇ ಗೀತಾ ವಿಷಯೇ ಚರ್ಚಾ ಭವತಿ. ಯತ್ರ ಪ್ರಬಂಧತನ್ಯಾಃ ಪ್ರಬಂಧತನ್ಯಾಃ ಪ್ರಬಂಧತಜ್ಞಾಃ ಮಿಲಂತಿ ತತ್ರ ಅಪಿ ಗೀತವಿಷಯೇ ಚರ್ಚಾ ಭವತಿ. ವದತು ಅರ್ಥಃ. ಯತ್ರ ಕಾವ್ಯಂ ಗ್ರಂಥಂ ಗ್ರಂಥಜ್ಞ ಜ್ಞಾನಃ ಮಿಲಂತಿ ಸಮೀಕರಣಜನಾಃ ಯಸ್ಮಿನ್ ಜ್ಞಾನಮಸ್ತಿ ಸಹ ಪ್ರಬಂಧ ಕಾವ್ಯಂ ಪುಸ್ತಕಂ ಪುಸ್ತಕೇ ಜ್ಞಾನಮಸ್ತಿ ಸಾಹಿತ್ಯಜ್ಞಾನಂ ಅಸ್ತಿ ಮಿಲಂತಿ ತತ್ರಾಪಿ ಗೀತಾ ಸಂಬಂಧ ಶ್ಲೋಕೆ ಅರ್ಥೆ ಚರ್ಚಾ ಭವತಿ. ಯತ್ರ ಭಗವದ್ಗೀತಾ ಪಾಠನಂ ಭವತಿ ತತ್ರ ಶಾಂತಿಃ ಭವತಿ. ಅಸ್ತು ಸುಬ್ರಹ್ಮಣ್ಯ ಮಹೋದಯ ಆಗ್ರಿ ದೂರವಾಣ್ಯಾಂ. ಯತ್ರ ಜಿಜ್ಞಾಸವಃ ಸಂತಿ ತತ್ರ ಭಗವದ್ಗೀತಾ ಭವತಿ. ಯತ್ರ ಜಿಜ್ಞಾಸವಃ ಸಂತಿ ತತ್ರ ಭಗವದ್ಗೀತಾ ಭವತಿ. ಜಿಜ್ಞಾಸವಃ ನಾಮ ವಚನಂ ವಿಭಕ್ತಿ ವಿಭಕ್ತಿ ವಚನಂ ಯತ್ರ ಜಿಜ್ಞಾಸವಃ ಸಂತಿ ಅಹಂ ಚಿಂತಯಾಮಿ ಜಿಜ್ಞಾಸುಃ ಜಿಜ್ಞಾಸವಃ ಬಹುವಚನಂ ಪ್ರಥಮಾ ವಿಭಕ್ತಿ. ಸತ್ಯಂ ಜಿಜ್ಞಾಸವಃ ಭಗವದ್ಗೀತಾ ಭವತಿ. ಅತ್ರ ಅತ್ರ ಪ್ರಾತಿಪದಿಕಂ ಕಿಂ ಮೂಲರೂಪಂ ಜ್ಞಾತುಂ ಇಚ್ಛಾ ಜಿಜ್ಞಾಸ. ಅತ್ರ ಅಸ್ಯ ಪದಸ್ಯ ಅಸ್ಯ ಪದಸ್ಯ ಪ್ರತಿಪಾದಕಂ ಕಿಂ ಜಿಜ್ಞಾಸುಃ ಜಿಜ್ಞಾಸು ಉಕಾರಾತ್ ಪದಂ ಶಿಶುವತ್ ಯಥಾ ಶಿಶುಃ ಶಿಶು ಇತಿ ಕಥಂ ಭವತಿ ರೂಪಾಣಿ ಶಿಶುಃ ಶಿಶು ಶಿಶವಃ ಶಿಶು ಶಿಶು ಶಿಶವಃ ಜಿಜ್ಞಾಸುಃ ಜಿಜ್ಞಾಸು ಜಿಜ್ಞಾಸವಃ. ಜ್ಞಾತುಂ ಇಚ್ಛಾ ಯಸ್ಯ ಜಿಜ್ಞಾಸು ಜಿಜ್ಞಾಸುಃ. ಅಸ್ತು ಸಮೀಚೀನಮಸ್ತಿ ಮಹೋದಯ ಅಗ್ರೆ. ಕುರುಕ್ಷೇತ್ರೆ ಯತ್ರ ಗೀತೋಪದೇಶ ಪ್ರವೃತ್ತ ತತ್ರ ಪ್ರದರ್ಶಿನಿ ಆಯೋಜಿತ ಅಸ್ತಿ. ಕುರುಕ್ಷೇತ್ರ ಯತ್ರ ಗೀತೋಪದೇಶ ಪ್ರವೃತ್ತ ತತ್ರ ಪ್ರದರ್ಶಿನಿ ಆಯೋಜಿತ प्रदर्शनी नाम यत्र यत्र प्रदर्शित एक्सिबिशन इति सामान्यतया कुरुक्षेत्रे यत्र गीतोपदेशः प्रवृत्तः तत्र प्रदर्शिनी यत्र प्रवृत्तः प्रवृत्तः नाम यत्र अभवत् ऐतिहासिकरूपेण यत्र गीतोपदेशः अभवत् प्रवृत्तः वर्ड् अकर्ड् यत्र अभवत् तत्र प्रदर्शिनी आयोजिता अस्ति अवगतं वा विद्याभगिनी सन्ध्याभगिनी Occur. Oh, abhavat. Okay. Agree. Bhavati eva patatu. Yatra Bharata yuddham abhavat tatra gaveshakaha khananam kurvanti. यत्र भारतयुद्धम् अभवत् तत्र गवेषकाः खननं कुर्वन्ति यत्र भारतयुद्धम् अभवत् तावत् स्पष्टमस्ति खलु यत्र भारतयुद्धम् अभवत् तत्र गवेषकाः नाम ये गवेषणं कुर्वन्ति गवेषणं नाम संशोधनं हा संशोधनमिति गवेषणं गवेषणं नाम गौः कुत्र अस्ति इति अदर्शनम् इति मूलमस्ति मूलमस्ति तथा गौः कुत्र मम गौः कुत्र गता गवेषणम् इति गवेषणम् अपि च संशोधनं समानम् गवेषकाः खननम् इति जानाति वा खननं नाम भूमौ खननं अन्वेषणं डिगिङ्ग् गवेषकाः खननं कुर्वन्ति स्पष्टमस्ति वा अस्तु अस्तु लक्ष्मी भगिनी अग्रे यत्र विचारमथनं प्रचलति तत्र तत्त्वबोधः जायते यत्र विचारमथनं प्रचलति तत्र तत्त्वबोधः जायते अवगच्छति वा विचारमथनं मथनमिति जानाति वा मथनं विचारमथनं मथनम् उदाहरणार्थं मथनम् इति यदि किञ्चित् निर्मातुम् इच्छामः यथा तत्र जलमस्ति फलानि सन्ति नट्स् सन्ति बहु किमपि मिश्रणं कर्तुम् इच्छामः तत्र मथनं कुर्मः मथनं यत्र विचारमथनम् अत्र विचारमथनं रसस्य नास्ति विचारस्य मनसि मथनं कुरु चिन्तनं यत्र विचारमथनं प्रचलति तत्र तत्त्वबोधः जायते तत्त्वबोधः तत्त्वं नाम सत्यं तत्त्वं बोधः नाम अवगमनं सत्यस्य अवगमनं तत्त्वबोधः अस्तु अग्रे सरेम अत्र अस्ति सम्भाषणं कृष्णः अर्जुनः अस्तु अस्माकं सुब्रह्मण्यमहोदयद्वयमस्ति खलु भवान् तत्र भवानपि पठतु सापि पठतु भवानपि कृष्णः सा अर्जुनः कृष्णः कृष्णः अहं यदस्ति तत्सर्वम् उक्तवान् भवतः इतोपि सन्देहः न सन्ति खलु अर्जुनः नास्ति कृष्ण अहं पूर्वस्य अपेक्षया सर्वं सम्यक् अवगच्छामि किन्तु मया किं करणीयम् इति भवान् वदतु कृष्णः प्रायशः किं किं वक्तव्यं तत्सर्वम् अहम् उक्तवान्। भवतः विवेकः अस्ति खलु? मम कथनस्य अपेक्षया भवान् स्वयं विचिन्त्य यथा इच्छति तथा करोतु। हे भगवान्, इदानीम् अहं स्मृतिं प्राप्तवान्। अहं भवतः वाक्यं निश्चयेन पालयामि। अस्तु, इति अस्ति। अस्तु, अत्र कोऽपि प्रश्नः तु वास्तव्यम् अवगतम्। किमपि नूतनं प्रायः न स्यात्। अवगच्छति वा? अस्तु, अग्रे सुदेम। तर्हि सन्ध्या भगिनी, अग्रे पठतु कृपया। अहं किं कृष्णः? न न, अग्रे अग्रे। ओ अग्रे, एतानि वाक्यानि उच्चैः पठत। मनः निश्चयेन दुर्निग्रहं छलं च भवति। मनः निश्चयेन दुर्निग्रहं चलं च भवति। कीदृशं वाक्यमस्ति? अत्र दुर्निग्रह नाम नियन्त्रणं कर्तुं कठिनं। मनः अत्र चलम् अस्ति खलु, यस्मिन् चाञ्चल्यमस्ति, चञ्चल्यमस्ति, चञ्चलमस्ति, इतस्तः गच्छति, स्थिरं न भवति इति चलमस्ति। चलमस्ति अपि च दुर्निग्रहं नाम नियन्त्रणं कठिनं। नियन्त्रणम् इतस्ततः, यथा अश्वः इतस्ततः गन्तुमिच्छति, वयं वदामः न अस्मिन् मार्गे गच्छतु, किन्तु अश्वः इतस्ततः गन्तुमिच्छति, अतः तस्य नियन्त्रणं कठिनमस्ति। कठिनमस्ति नियन्त्रणं, नियन्त्रणं न भवति, इतस्ततः गच्छति, न शृणोति। लघुबालकः अपि तथा। अस्तु, लक्ष्मी। जातस्य मृत्युः निश्चयेन भवति। जातस्य मृत्युः निश्चयेन भवति। अवगतं वा? जातस्य नाम यस्य जन्म जातं, तस्य मृत्युः तु भवति एव। मृत्युः मरणं, यस्य जन्म भवति तस्य मरणमपि भवति। सत्यं वा? सर्वे मरन्ति एव। सर्वे मरन्ति एव। यस्य जन्म न जातं तस्य मृत्युः न भवति इति अर्थः। किन्तु न न भवन्ति नाम ब्रह्म इति तादृशमस्ति। ओ ब्रह्मस्य ब्रह्मणः, ओ ब्रह्मणः ब्रह्मणः तस्य तस्य जन्म न भवति, तर्हि तस्य मरणम् अपि न भवति इति सिद्धान्तः। अस्तु अस्तु महोदय, सुब्रह्मण्य महोदय, भवान् अग्रे पठतु कृपया। मृतस्य जन्म अपि निश्चयेन भवति। मृतस्य जन्म अपि भवति। यः मृतः अस्ति तस्य पुनर्जन्म अपि भवति इति अस्ति। अस्तु अग्रे, सन्ध्या भगिनी अग्रे। निश्चयेन शास्त्राणि आत्मानं न चिन्तयन्ति। निश्चयेन शास्त्राणि आत्मानं न चिन्तयन्ति। शास्त्राणि, शास्त्रमहं चिन्तयामि स्म, तत् किमस्ति शास्त्रं? तद् अर्थः मम भ्रमः भवति स्म। शस्त्राणि, सन्ध्या भगिनी किम् उक्तवती? शस्त्राणि अस्ति भगिनी, शास्त्राणि न, तत्र अर्थभेदः महान् अस्ति। जानाति वा शास्त्रं शास्त्रमिति ग्रन्थः भवति, बोधः अस्ति. शस्त्रं शस्त्रं शस्त्रं नाम तीरः अपि च एतत् सर्वं. शस्त्रं नाम वेपन्स्, वेपन्. छिन्दति नाम छेदं न करोति, छेदं न करोति. आत्मा अस्ति खलु, यद्यपि तीरः अस्ति आरो, किन्तु आत्मा न छेदति, शरीरमेव छेदति. आत्मा तु तिष्ठति एव. ओ ओ अस्तु. छिन्दति इत्युक्ते तस्य ब्रेक् न छिन्दन्ति. अस्तु अग्रे भवानेव. निश्चयेन पावकः आत्मानं न दहति. अग्नि आत्मं न दहति. पावकः आत्मनं न दहति. अग्निः अग्निः आत्मानं न दहति, न ज्वालयति. अस्तु सुभगिनी. भगवान् निश्चयेन पापेभ्यः मोक्षयिष्यति. भगवान् जनानां पापाः सन्ति, किन्तु भगवान् तस्य पापाः इति न पापं पापं पापानि तेषां पापानि पापेभ्यः इति शिखा विभक्तिः अत्र पापेभ्यः पञ्चम मोक्ष तस्य क्षमां करोति भगवान् मोक्षयिष्यति. ओ तस्य कर्मं स्वीकरोति एवं. पापेभ्यः मोक्षयिष्यति नाम मोक्षयिष्यति नाम पापमिति पापमिति किं वक्तुं शक्नुमः. तत्र पापमित्यनेन बन्धनं भवति, बन्धनं भवति आत्मनः मनसः, तत्र बन्धनं भवति. अतः पापेभ्यः बन्धनं नष्टं भवति, बन्धनं नष्टं नष्टं भवति. अस्तु सन्ध्या भगिनी अग्रे. कल्याणकृत् निश्चयेन दुर्गतिं न गच्छति. कल्याणकृत् यः कल्याणं करोति, कल्याणकृत् यः कल्याणं करोति सः कल्याणकृत् निश्चयेन दुर्गतिं न गच्छति, दुर्दशा न भवति तस्य. अवगतं वा? अस्तु सहदेव महोदय, भवान् पठितुमिच्छति वा? एकवारं पठतु. अर्थज्ञानस्य जनस्य अर्थजनस्य अपेक्षया ज्ञानी विशिष्यते. सत्यम्. आर्तजनस्य अपेक्षया ज्ञानी विशिष्यते. ज्ञानी समीचीनः इति अर्थः. ज्ञानी समीचीनः अस्ति आर्तजनस्य अपेक्षया. अत्र आर्तजनः ज्ञानी विशिष्यते नाम ज्ञानी उपरि अस्ति खलु, इति उक्तं. किन्तु आर्तजनः नाम कः? हा तर्हि तत्र वैचित्र्यं नास्ति वा? सर्वेषां कष्टः भवति. भगवद्गीतायां एकः श्लोकः अस्ति, पार्थो जिज्ञासुरर्थार्थे ज्ञाने च भरतर्षभ. Of those four categories, I like the Jnani the best, most. That's what God says. Chatvaraha ke? Arthi, Jignyasuhu, Artharthi, Jnani. Arthi, Jignyasuhu. Arthi nama? Yasya kashtam asti. Kashtam asti. Jignyasuhu. Tata kim? Sarvishnam kashtam bhavati? Mama tu naiva rachati tadashtam. ततः इतोपि किञ्चित् वक्तव्यमस्ति. न इतोपि वक्तव्यमस्ति अत्र अस्मिन् लोके सर्वेषां क्लेशः भवति एव. अर्थजनस्य तत्र सर्वेषां क्लेशः तु भवति एव. न अस्तु, तावदेव अस्ति. अर्थजनस्य अपेक्षया ज्ञानी विशिष्यते. अस्तु, यत्किमपि त्यजाम, अस्य अर्थः स्पष्टः नास्ति. व्याकरणदृष्ट्या स्पष्टमेव, व्याकरणदृष्टि स्पष्टमेव. सर्वेषां क्लेशः भवति. सर्वेषां परमात्मनः पुत्राः सर्वे, परमात्मनः पुत्राः सर्वे, सर्वेषां क्लेशः भवति. यस्य क्लेशः भवति तस्य पुनर्जन्म न भवति एव. अतः अस्माकं पुनर्जन्म भवति खलु, यतोहि किञ्चित् काचित् शिक्षा अपेक्षिता अस्ति. यः ज्ञानी अस्ति, ज्ञानी नाम केवलं ग्रन्थं पठितवान् इति नास्ति, यस्य ब्रह्मज्ञानमस्ति तस्य पुनर्जन्म तु न भवति एव. भवति वा पुनर्जन्म? अस्तु अस्तु, न अवगतम. आङ्ग्लभाषा मास्तु, भवती किमपि वक्तुमिच्छति चेत् संस्कृतेन वदतु. तर्हि अर्थजनः केवलं यस्य क्लेशं भवति, अतः अर्थः स्पष्टः नास्ति. सुब्रह्मण्य महोदय, किञ्चित् इतोपि वदति वा? आर्तजनः कः अस्ति? आर्तः मान्ये यस्य इच्छाः भवति, भौतिक इच्छाः भवति, भौतिक इच्छाः भवति, तस्य आर्तः भवति. किन्तु एतादृश अर्थः तत्र तर्कपूर्णः अस्ति मम कृते. यस्य द्रष्टव्यमस्ति, यस्य क्लेशः तावदेव तु तत्र, यस्य क्लेशः भवति सर्वेषां क्लेशः भवति एव. न किञ्चित् इतोपि भवेत्. अस्तु, भवत्याः गृहपाठः अस्ति, अग्रिमे सप्ताहे किञ्चित् इतोपि प्रतिपादयतु. अर्थजनः कः? अस्तु महोदय, कृपया अग्रे पठतु. कर्मयोगस्य अपेक्षया ज्ञानयोगः विशिष्यते. अस्तु, नाम विशिष्यते नाम उपरि अस्ति. अस्तु, अग्रे गच्छेम अभ्यासं. किम् अभ्यास? किन्तु निश्चयेन प्रायशः अपेक्षया खलु एतेषु योग्यं शब्दं स्वीकृत्य रिक्तस्थानानि पूरयत. यथा अर्जुनः धीरः आसीत्, किन्तु बान्धवान् दृष्ट्वा चञ्चलम् अभवत्. चञ्चलः अभवत्. प्रथमवाक्यं ज्ञानमार्गस्य भक्तिमार्गः सरलः. ज्ञानमार्गस्य अपेक्षया भक्तिमार्गः सरलः. अस्तु, लक्ष्मीभगिनी. गीतोपदेशेन अर्जुनस्य विषादः नष्टः गीतोपदेशेन अर्जुनस्य विषादः नष्टः खलु खलु इति अस्ति अस्तु शुभा भगिनि विश्वरूपदर्शेन अर्जुनः रिक्तस्थानं भीतिः जातः भीतः अर्जुनः विश्वरूपदर्शनेन अत्र का विभक्तिः लुप्ता विश्वरूपदर्शनेन का विभक्तिः लुप्ता गता विश्वरूप षष्ठी विश्वरूपस्य दर्शनेन अर्जुनः निश्चयेन भीतिः जातः निश्चयेन भीतः जातः अस्तु संध्या भगिनी अग्रे भगवद्गीता सर्वासु भाषासु अनूदिता अस्ति भगवद्गीता सर्वासु भाषासु अनूदिता अस्ति प्रायः समानं नास्ति समानमस्ति एव समानमेव प्रायशः सर्वासु भाषासु अनूदिता अस्ति अनूदिता नाम सत्यं शब्दं जानाति खलु अनूदित अनूदित इति शब्दं जानाति खलु यत् वयं वदामः अनुवादः अनुवादं करोति वस्तुतः धातुः अस्ति वद् धातुः वदति वद् इति धातुः वादः अनुवादति अनुवादित तत्र अनुवादः तस्य अनुवादः अस्ति तत्र घञ् प्रत्ययः अनुवादः अत्र क्तान्तरूपम् अस्ति अनूदितः अत्र वद् धातु यथा वक्ति इति उक्तवान् वदति इति उदितवान् अनु प्लस् उदितवान् अनूदितवान् अनु प्लस् उदितवान् अनूदितवान् उदित अनु प्लस् उदित क्षमताम् अनु प्लस् उदित अनूदित स्त्रियाम् अनूदिता महोदय एकः प्रश्नः विश्वरूपदर्शनेन अर्जुनः निश्चयेन भीतः जातः विश्वरूपदर्शनेन अर्जुनः प्रायशः भीतः जातः अपि सम्यक् अस्ति वा अत्र दोषाय इति वक्तुं न शक्नोमि यथा इच्छा ते तु वदन्ति यत् निश्चयेन इति ते तु वदन्ति किन्तु दोषाय तु न वदामि समीचीनमेव प्रायशः अस्तु भवान् एव अग्रे पठतु अपेक्षया उपयुज्य वाक्यानि पठत उदाहरणार्थं परधर्मस्य अपेक्षया स्वधर्मः श्रेष्ठः अग्रे संख्यानुसारं भारतयुद्धे कौरवाणाम् अपेक्षया पाण्डवाः अल्पाः आसन् अग्रे अग्रे सहदेव महोदय अग्रे पठति वा रं ब्रह्मज्ञानस्य अपेक्षया भक्तिः सरला. अस्तु, शुभभगिनी अग्रे. अकुत्र न चतुर्थी. तृतीयं. भक्तस्य धार्मिकविधीनाम् धार्मिकविधीनाम् अपेक्षया भावः श्रेष्ठः. भक्तस्य धार्मिक, धर्म इत्यस्य विशेषणं कृत्वा धार्मिक, विधिः नियमः, विधिः इति नियमः, विधिः इति इकारस्य शब्दः, यथा मुनीनां विधीनां, षष्टि बहुवचने. भक्तस्य धार्मिकविधीनाम् अपेक्षया भावः श्रेष्ठः. अवगतम्? अस्तु. अकर्मणः अपेक्षया कर्मकरणं श्रेयस्करम्. अकर्मणः अपेक्षया कर्मकरणं श्रेयस्करम्. महोदय, कर्मसंन्यासस्य अपेक्षया कर्मयोगः विशिष्टः. कर्मसंन्यासस्य अपेक्षया कर्मयोगः विशिष्टः. अवगतं वा? अर्थः कः? अस्तु, सुब्रह्मण्यं महोदय अग्रे. द्रव्ययज्ञस्य अपेक्षया ज्ञानयज्ञः श्रेष्ठः भवति. अस्तु. श्रेष्ठः किम्? श्रेष्ठः नाम समीचीनः. उत्तमम्, उत्तमम् इति अर्थः. ओ, समयः अस्ति इदानीम्. अस्तु, अग्रे सरेम. लक्ष्मीभगिनी अग्रे. अद्यतन, ह्यस्तन, श्वस्तन, पूर्वतन, इदानीन्तन. एतत् सम्भाषणम् उच्चैः पठत. भीमः युधिष्ठिरः. अस्तु अस्तु. भवती भीमः, भवती भीमः. अस्तु, अनन्तरं तत्र सन्ध्याभगिनी, भवती एव युधिष्ठिरः. भ्रातः, किं चिन्तयसि? भवान् नितरां खिन्नः इव. आं भीम, अहम् अभिमन्युं स्मरामि स्म. अध्यतन युद्धे अनन्यगतिकतया अहं तं चक्रव्यूहं भेतुं प्रेरितवान्. तेनैव सः मृत्युम् उपेतः. तेन विना श्वस्तनं युद्धं कथं भवेत् न जाने. एतत् स्पष्टं वा? भ्रातः, भीमः वदति भ्रातः. भ्रातः इति स्वरूपं किं? का विभक्तिः? सम्बोधनमस्ति. सम्यक्. साधारणतया सम्बोधनं न तिष्ठति, नाम तत्र विसर्गः खलु. रामः, राम. किन्तु अत्र विसर्गः किमर्थं? मूलरूपं किं? हा, तत्र ऋकारान्तपदमस्ति चेत् तिष्ठति भ्रातः. किं चिन्तयसि? भवान् नितरां खिन्नः. यत्र खेदः अस्ति खलु, तत् खेदः इति तान्त्रिकमस्ति खिन्नः. युधिष्ठिरः, युधिष्ठिरः, आं भीम, अहम् अभिमन्युं स्मरामि स्म. अद्यतनयुद्धे अन्यन्यगतिकतया, तस्य अर्थः कः? अनन्यगतिकतया. तस्य अर्थः कः? कोऽपि वदति वा? अनन्यगतिगता इति प्रथमं वक्तव्यम्. अनन्यगति तस्य भावः ता अन्यगति अन्यगति नाम अन्यविकल्पः अन्यगतिः नाम अन्यमार्गः अन्यविकल्पः अनन्य अन्यमार्गः नास्ति अनन्यमार्गः नास्ति तस्य भावः अनन्यगतिकतया न कोऽपि उपायः तादृशः चिन्तनमासीत् अहम् अद्यतनयुद्धे अनन्यगतिकतया अहं तं चक्रव्यूहं भेतुं प्रेरितवान् तस्य अर्थः कः अभिमन्युं चक्रव्यूहं भेदनं कर्तुं प्रेरितवान् तेन एव सः मृत्युम् उपेतः नाम अत्र धातुः अस्ति ई धातुः एति उपगतः इति अर्थः तत्र पार्श्वे निकटे उपेतः नाम मृत्युं तत्र गतः तत्र पार्श्वे गतम् तेन एव सः मृत्युम् उपेतः अभिमन्युः तस्य तृतीया किम् तस्य तृतीयरूपं किम् अभिमन्युः अभिमन्युना विना श्वस्तनं युद्धं कथं भवेत् इति अर्थः अस्तु भगिनी सत्यमेव भ्रातः ह्यस्तने युद्धे तस्य पराक्रमः आश्चर्यास्पदम् आसीत् सः वीरक्षत्रियः सः स्वधर्मम् आचर्य वीरस्वर्गं प्राप्नोत् भ्रातः त्वं मा खिद्यस्व क्षत्रियाः एव एतादृशं युद्धं लभन्ते आगच्छ आवां श्वस्तनयुद्धस्य विषये चिन्तयाव चिन्तयाव स्पष्टमस्ति वा ह्यस्तनयुद्धे तस्य पराक्रमः नाम शौर्यम् आश्चर्यास्पदम् अत्र आस्पदं नाम अस्तु जनकम् आस्पदं हास्यास्पदम् विवादास्पदं हास्यास्पदम् आश्चर्यास्पदम् कारणं जनकं हा आसीत् सः वीरक्षत्रियः सः स्वधर्ममाचर्य एतत् सर्वं स्पष्टमस्ति खलु आचर्य वीरस्वर्गं प्राप्नोत् इति कालकारः लकारः कः सन्ध्या भगिनी प्राप्नोत् किन्तु किन्तु कः लकारः लोट् लङ् लङ् खलु लङ् प्र उपसर्गपूर्वकः आप्नोति लग्नकार्ये आप्नोत् प्र प्लस् आप्नोत् प्राप्नोत् खलु यथा गच्छति गच्छति कालः अस्ति हा भूतकालः अस्ति भूतकालः तु लग्नकारं विस्मृतवती वा अस्तु नाम गच्छति इत्यस्य अगच्छत् अगच्छत् गच्छति इत्यस्य अगच्छत् प्रतिगच्छति प्रत्यागच्छत् तत्र उपसर्गं निष्कास्य स्थापयामः प्रतिगच्छति हा प्रतिगच्छति तत्र गच्छति इत्यस्य अगच्छत् प्रतिगच्छति प्रति प्लस् अगच्छत् प्रति अगच्छत् सुब्रह्मण्यं महोदय भवान् तावत् पठितवान् वा लङ्लकारं किञ्चित् पठामि पूर्णः न कुत्र नाम भवतः पुस्तकं किं पुनः स्मारयतु तत्र अभ्यासपुस्तकस्य अनन्तरं किमपि पठितवान् वा अभ्यासपुस्तकानन्तरं अहं गीतासोपानं प्रथमभागः किञ्चित् अभ्यासं कृतवान् अस्तु अस्तु पूर्णः न कृतवान् अस्तु अस्तु तर्हि अस्मिन् किम् अवशिष्टमस्ति अत्र अधिकं नास्ति अस्तु भवान् अग्रे पठतु कृपया पञ्चनिमेषेषु कोष्टकात् उचितं पदं चित्वा रिक्तस्थानं पूरयत अद्यतननाटकस्य ह्यस्तनलेखः अद्यतनकार्यं श्वस्तनकार्यक्रमाय श्वस्तनपरीक्षार्थं पूर्वतनकार्यम् प्रथमवाक्यम् सुलेखा लेखनकार्यं सम्यक् करोति तस्याः समीचीनः अस्ति तस्याः सुलेखा लेखनार्थं सम्यक् करोति लेखनकार्यम् ह्यस्तनलेखः तद्विहाय किम् अद्यतननाटकस्य ह्यस्तनलेखः न समीचीनः अत्र ह्यस्तनलेखः एव ह्यस्तनलेखः समीचीनः लेखनकार्यं सम्यक् करोति तस्याः ह्यस्तनलेखः समीचीनः अस्तु द्वितीयं करोतु श्यामा पूर्णतः पठिष्यति श्यामा श्वस्तनपरीक्षार्थं पूर्णतः पठिष्यति बालाः नाट्याभ्यासं नाट्याभ्यासं कुर्वन्ति बालाः अद्यतननाटकस्य नाटक्याभ्यासं कुर्वन्ति अद्यतननाटकस्य नाट्याभ्यासं अद्यतननाटकस्य नाट्याभ्यासं कुर्वन्ति भवतु महर्षि किमर्थं न किम् अन्यत् किमपि अस्ति हा श्वसनकार्यक्रमाय नाट्याभ्यासं तदपि स्यात् श्वसनकार्यक्रमाय श्वसनकार्यक्रमाय इति स्यात् अस्तु सुब्रह्मण्यमहोदय अग्रे भवती कदा करिष्यति भवती अद्यतनकार्यं कदा करिष्यति हा प्रायः समीचीनमेव अद्यतनकार्यं कदा करिष्यति? समीचीनमेव. भवति अद्य. अस्तु, सन्ध्या भगिनी अग्रे. दीपकः अधुना पर्यन्तं न कृतवान्. दीपकः पूर्वतनकार्यम् अधुना पर्यन्तं न कृतवान्. अस्तु, सदैव महोदय अग्रिमं करोति वा? आम्. गिरीशः अधुना अभ्यासं करोति. गच्छामि. गिरीशः अधुना कम् अभ्यासं करोति? पूर्वतनकार्यम् अभ्यासं न, श्वस्तन परीक्षार्थम् अद्यतननाटकस्य अभ्यासम्. अद्यतननाटकस्य अभ्यासं तत्र षष्टिविभक्तिः अपेक्षितः अस्ति. षष्टिविभक्तिः, समीचीनम्. अद्यतननाटकस्य अभ्यासं करोति. कार्यक्रमाय चतुर्थी विभक्ति वा? तदपि समीचीनमस्ति. चतुर्थी अपि समीचीनमस्ति. श्वस्तनकार्यक्रमाय इति प्रायः स्यात्. चतुर्थी अपि तदपि समीचीनं न वा? अत्र षष्टिः न, अद्यतननाटकस्य न, षष्टिः एव इति न. श्वस्तनकार्यक्रमार्थम् अभ्यासं करोति. किमर्थम् अभ्यासं करोति? भवत्याः अनुमतिः अस्ति वा? धन्यवादः. अस्तु, श्वस्तनकार्यक्रमाय अभ्यासं करोति इति प्रायः समीचीनमिति भाति. अस्तु, अग्रे यत् अवशिष्यते तत्सर्वं कर्तुं शक्नुवन्ति खलु? अत्र अग्रे अस्ति केवलं पठनार्थमस्ति. अद्यतन, ह्यस्तन, श्वस्तन इति अस्य अभ्यासः अस्ति अग्रे. अन्तिममस्ति इन्द्रप्रस्थस्य इदानीन्तननाम देहली. देहल्याः पूर्वतननाम इन्द्रप्रस्थम्. अस्तु, एतत् सर्वं स्पष्टं स्यात्. इदानीन्तननाम पूर्वतननाम इति कर्तुं शक्नुवन्ति अन्तपर्यन्तम्? अग्रिमे सप्ताहे अस्य वयं न करिष्यामः, भवन्तः कुर्वन्तु. किमपि नूतनं नास्ति. इदानीन्तननाम श्वस्तन, ह्यस्तन इति सर्वं वयम् अधीतवन्तः. अग्रिमे सप्ताहे तृतीयविभक्तिः भविष्यति. समीचीनं वा? कोऽपि प्रश्नः वा? सुब्रह्मण्य महोदय, सर्वं सम्यक् वा? सम्यक् वा? अस्तु अस्तु. तर्हि लक्ष्मी भगिनी, भवत्याः अनुमतिः अस्ति वा? अस्तु, तर्हि विरमाम. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः.